अस्तु तर्हि इदानीम् अस्माकं हल् सन्धिविषयः प्रवर्तमानः अस्ति. गतसप्ताहे च जष्ट्वसन्धिः इति विषयः अस्माकम् आसीत्. तत्र कश्चन प्रश्नः आगतः आसीत् पुस्तके, तत्र त्रयस्त्रिंशत्तमे पुटे स्यात् योगः जनार्दन इति तत्र पुस्तके लिखितमस्ति. श्चुत्वसन्धेः निमित्तमस्ति, अनन्तरमेव जष्ट्वं भवति इति पुस्तके लिखितमस्ति. पुनः वदामि, तच्च दोषाय अस्ति. अहं निश्चयं कृतवान् अपरेषु स्थलेषु अपि सर्वे वदन्ति न, तथा न भवति. अत्र पदान्ते अस्ति, अत्र जलां झषोन्ते इत्यनेन एव भवति, न तु जलां झषि इति कृत्वा. प्रथमतया जलां झषोन्ते इति भवति, यतोहि अष्टमाध्यायस्य द्वितीयपादे अस्ति. तदर्थं तत्र स्तोहुष्टु नष्टुः इति अष्टमाध्यायस्य चतुर्थे पादे अस्ति, असिद्धं भवति. जलां झषोन्ते इति प्रथमं भवति अवश्यं, न कापि शङ्का अस्ति. पुस्तके समीकुर्वन्तु इति प्रथमा वार्ता. अनन्तरं जलां झषोन्ते इति अस्मिन् प्रसङ्गे तत्र तत्र करपत्रे पश्यन्तु, मरुद् योगः वहति. तत्र उदाहरणं दत्तमस्ति, हा, मरुद् वहति, मरुद् वहति इति. अनन्तरं यत् लिखितमस्ति तत् पश्येम. सुब्रह्मण्य महोदय कृपया पठतु. आं महोदय, झल् प्रत्याहारे शकारः, सकारः, हकारः अपि सन्ति. तथापि येषां जस्त्वं न भवति, यतोहि तत्र बाधकसूत्राणि सन्ति. पदान्ते शकारस्य षकारादेशो भवति. व्रश्च, भ्रश्च, सृज्, मृज्, यज्, राज्, भ्राज्, भ्राजच्चशां, क्षः इति सूत्रेण. पदान्ते सकारस्य ऋ आदेशो भवति. ससजुषो रुः इति सूत्रेण. पदान्ते हकारस्य ढकारादेशो भवति. हो ढः इति सूत्रेण. अत्र इदानीं पर्यन्तं वयं झलां झषोन्ते इति सूत्रं दृष्टवन्तः. अत्र झल् प्रत्याहारे षकारः, सकारः, षकारः अपि हकारः अपि सन्ति. परन्तु यानि उदाहरणानि वयं दृष्टवन्तः, अत्र षकारस्य उदाहरणानि एव दृष्टवन्तः. अपि च वर्गीय व्यञ्जनानि, अनुनासिकव्यञ्जनानि विहाय एव दृष्टवन्तः. इदानीम् अत्र प्रसक्तिः अस्ति, यदि झल् प्रत्याहारे षकारः, यदि न शकार झल् प्रत्याहारे षकारः, सकारः, अकारः अपि सन्ति, तथापि तेषां जस्त्वं न भवति. किमर्थं चेत् तत्र केचन बाधकसूत्राणि सन्ति. यदि पदान्ते षकारः अस्ति चेत् स च षकारः मूर्धन्यषकारः भवति इति, तस्य आदेशः भवति इति. अत्र सूत्रमस्ति व्रश्च, भ्रज्, व्रश्च, भ्रज्, सृज्, मृज्. अत्र सृज् इति न, सृज, मृज, यज, राज. व्रश्च, भ्रज, सृज, मृज, यज, राज, भ्राजच्छशां, षः इति सूत्रेण. अत्र प्रायः व्रश्च अत्र प्रातिपदिकं न प्रातिपदिकं केचन दातवः सन्ति, केचन धातवः सन्ति. व्रश्च धातु, सृज, मृज, यज, राज, ब्रज इति येषां धातूनाम्, अपि च छकारस्य, अपि च छकारस्य, अपि च तालव्यषकारस्य, एतेषां षकारादेशः भवति हलिपदान्ते च. हा, पदान्ते. अत्र अस्माकं किमपि कार्यं नास्ति, नास्ति चिन्ता. अत्र इदं सूत्रम् अस्माकं विषयः नास्ति, केवलं प्रदर्शनार्थम् उक्तमस्ति. अस्तु, अग्रे अस्ति. पदान्ते सकारः अस्ति चेत् स च सकारस्य स्थाने रु आदेशः भवति. ससजुषो रुः इति सूत्रेण. अनन्तरं पदान्ते हकारः अस्ति चेत् तत्र रु इति स्थाने किं भवति, वदतु एकवारम्. अत्र प्रथमं तु ससजुषोरुः अत्र ससजुषोरुः प्रथमम् अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन अत्र विसर्गादेशः भवति महोदय. हा अतः सकारः भवति चेत् पदान्ति तत्र सकारस्य स्थाने विसर्गः इति अवगच्छन्तु. अस्तु अग्रे. यथा वयं दृष्टवन्तः पूर्वमेव अत्र रामस् योगः छात्रः अत्र रामस् अति अत्र प्रथमं तु अत्र विपरीतक्रमेण अत्र तु विपरीतक्रमेण पदान्ते हकारस्य ढकारादेशो भवति हो ढः इति सूत्रेण. अत्र हकारस्य स्थाने ढकारः, तकारस्य स्थाने विसर्गः, षकारस्य स्थाने मूर्धन्य षकारादेशो भवति. एतानि सूत्राणि तु झलां जशोन्ते इत्यस्य बाधकसूत्राणि. हा हा समीचीनमस्ति. अत्र भवता उक्तं किं मृद्व्यञ्जनानि अस्माभिः दृष्टं तत्र तत्र नाम अनन्तरं के वर्णाः सम्भवन्ति इति विषयः खलु. अत्र अनुनासिकवर्गीयव्यञ्जनानां जष्ट्वादेशः भवति, अपि च ततः अग्रे शशसर् ह इति अपि वर्णाः अन्तर्भूताः. अननुनासिकवर्गीयव्यञ्जनानि तेषां जष्ट्वादेशः भवति. अनन्तरं के वर्णाः भवेत् भवेयुः इति किं विद्याभगिनी वदति वा? नाम जष्ट् जलां जष्टवन्ते इति अस्माभिः किं दृष्टमासीत् पूर्वम्? अननुनासिकवर्गीयव्यञ्जनम् अथवा शश स ह इति झलि, अनन्तरं कीदृशवर्णाः स्युः? अनन्तरं स्वराः अथवा मृदुव्यञ्जनानि हश्वर्णाः यदि भवति तदा जलां जशन्ति इति कार्यं करोति. हा बहु समीचीनमस्ति. अथवा अवसाने नाम यः कोऽपि वर्णः नास्ति चेदपि भवति खलु. अवसाने अनन्तरं मृद्व्यञ्जनमस्ति हश् अथवा स्वरः अथवा किमपि नास्ति इति चेदपि जलां जषन्ति इति नेन जष्ट्वादेशः भवति. इदानीम् अस्माभिः किम् उक्तं यत् झल् प्रत्याहारे यद्यपि षकारः सकारः हकारः इति अन्तर्भूताः सन्ति तथापि तेषां जष्ट्वं न भवति यतोहि बाधकसूत्राणि सन्ति. मूढन्यषकारः अस्ति चेत् सुमित्राभगिनी भवतु वदतु तत्र मूढन्यषकारः अस्ति चेत् तस्य स्थाने किं भवति? किं महोदय मूर्धन्यषकारः अस्ति चेत् हा जष्ट्वसन्धिः किं भवति मूर्धन्यषकारः अन्ते अस्ति चेत्? षकारः. षकारस्य जष्ट्वं रक्षा भगिनी सायं करोति वा? मूर्धन्यषकारः अस्ति चेत् मूर्धन्यडकारः आगच्छति तस्य स्थाने. हा इति अस्ति. अनन्तरं वावसाने इति डकारः अनन्तरं वावसाने इति इति वार्ता अस्ति. अस्तु बहु समीचीनमस्ति. इति जस्ट् सन्देहे किञ्चन पद पुनस्मरणं जातमस्ति. इदानीं गतसप्ताहे अपि दृष्टं तत्र त्रयस्त्रिंशत्तमे पुटे अधोभागे शश् योगः आननः षष् योगः आननः अपि च षष् योगः भ्याम् अग्रिमे पुटे च द्विष् योगः भ्याम् तत्र पदान्ते अस्ति वा इति प्रश्नः. यतोहि अत्र पदं नास्ति. यथा वयं जानीमः तत्र षष् इति पदं नास्ति. तस्मिन् प्रसङ्गे अग्रे किञ्चित् लिखितमस्ति. राधिका भगिनी अग्रे पठति वा सामान्यतया? अस्तु. सामान्यतया लोके पदान्ते इत्युक्ते सुबन्तपदस्य अन्ते अथवा लिङ्गपदस्य तिङन्त अथवा तिङन्त लिङ्गन्त सुबन्त तिङन्त अन्ते एतादृशेषु स्थलेषु सुप्तिदन्तं पदम् इति सूत्रेण पदसंज्ञा यथा प्रथमविभक्तौ विद्युत् इति सुबन्तपदं तस्य अन्ते च सकारः अतः अत्र पदान्ते जलां जशोन्ते इत्यनेन तकारस्य स्थाने तकारः विद्युत् इति विद्युद् इति भवति. एतावता वदतु, एतावत् किं लिखितमस्ति एतावता? एतावता सुबन्तं तिङन्तं पदम् अस्ति चेत् तत्तु पदम् इति ज्ञातव्यम् इति. अतः नाम यस्य अन्ते सूप् अथवा तिङ् अस्ति, नाम अत्र अस्माकमेकं सूत्रमस्ति सूप् तिङ् अन्तं पदम्. अनेन सूत्रेण यस्य अन्ते सुप्रत्ययः अथवा तिङ्प्रत्ययः अस्ति तस्य नाम भवति पद, तस्य पदसंज्ञा भवति. अत्र नामकरणमस्ति, नाम संज्ञासूत्रं सुप्तिङ् अन्तं पदमिति पदसंज्ञायाः नाम तत्र नामकरणं पदम् इत्युक्ते किम् इति अनेन सूत्रेण उच्यते. यस्य अन्ते सुप् नाम नामपदमस्ति चेत् तस्य अन्ते सुप् प्रत्ययः कश्चन भवति. क्रियापदमस्ति चेत् तस्य पदस्य अन्ते तिङ् कश्चन प्रत्ययः भवति. यतोहि अस्माभिः दृष्टमपि अस्मिन्नेव पुस्तके, कस्मिन् पुटे अस्ति, तत्र दशमे पुटे, सर्वे पश्यन्तु दशमे पुटे पश्यन्तु पुस्तकस्य, तत्र नामपदमस्ति चेत् तत्र एते सुबन्ताः इति दत्तमस्ति. सु इत्यस्मात् आरभ्य सुप् पर्यन्तं तत्र सप्तविभक्तयः सन्ति, त्रिषु वचनेषु आहत्य एकविंशतिः सुप्रत्ययाः सन्ति. सु औ जस् अम् ओट् शस् इत्यादयः प्रत्ययाः सन्ति. तर्हि येषां पदानाम् अन्ते कश्चन एकविंशत्यां प्रत्ययेषु अन्यतमः प्रत्ययः अस्ति चेत् तत्र सुबन्तपदमिति वदामः. यथा अधोभागे लिखितमस्ति तत्र रामयोगः सुरामः, रामयोग औ रामौ, रामयोगः रामयोगः जस् रामाः, तत्र रामः रामौ रामाः इति सुबन्त पदानि सन्ति. अनन्तरं दक्षिणभागे तत्र एते तिङन्ताः, तत्र त्रिषु वचनेषु त्रिषु पुरुषेषु च आहत्य नव प्रत्ययाः सन्ति. तिप् तस् झि सिप् थस्थ मिप् वस्मस् पुन तत्र परस्मैपदम् आत्मनिपदं त आतं झ थास् अथां ध्वम् एड् वहि महिं इति नव आहत्य अष्टादश तिङ् प्रत्ययाः सन्ति. यथा भवति इति भूयोगः तिप् भूयोगः तस् भवतः भूयोगः झि इति भवन्ति इति इत्यादिकमस्ति. तत्र सर्वत्र नाम सूप् अन्ते यस्य सः अथवा तिङ् अन्ते यस्य सः इति चेत् तत्र सुबन्तपदं तिङन्तपदम् इति वदामः. तत्र सुप् तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति इति कारणतः तत्र विद्युत् इति सुबन्तपदमस्ति. इदानीं करपत्रे पश्यन् अस्मि, इदानीं प्रथमाविभक्तौ विद्युत् इति सुबन्तपदमस्ति. तदर्थं पदसंज्ञा भवति सुप् तिङ् नाम विद्युत् सुबन्तमस्ति इति कृत्वा सुप् तिङन्तं पदमिति सूत्रेण पदसंज्ञा भवति. अतः तस्य अन्ते तकारः अस्ति, पदान्ते अस्ति, पदान्ते यतोहि सुप्तिङन्तं पदमिति पदसंज्ञा अस्ति, अतः तकारः पदान्ते अस्ति. तदर्थं जलां जशोन्ते इति सूत्रेण तकारस्थाने दकारः विद्युद् इति भवति. स्पष्टं स्यात्? रक्षाभगिनी अग्रे पठतु कृपया. एवमेव एवमेव तिङन्ते अगच्छत् इत्यस्मिन् तकारः पदान्ते इति कृत्वा तकारस्य स्थाने दकारः अगच्छद् इति भवति. पदा उभयत्र वा अवसाने इत्यनेन विकल्पेन चत्वादेशः अतः विद्युत् अगच्छत् इति रूपे अपि भवतः. किन्तु पदसंज्ञा केवलं सुबन्तस्य अन्ते अथवा तिङन्तपदस्य अन्ते इति न, कुत्रचित् सुबन्तप्रक्रियायामपि पदसंज्ञा भवति. इत्युक्ते सुबन्तस्य निर्माणावसरे अपि कुत्रचित् पदसंज्ञा भवति. तत्र स्वादिश्वसर्वनामस्थाने इति सूत्रेण पदसंज्ञा. अस्य सूत्रस्य अर्थः इत्यादिकम् अत्र न अपेक्षितं. केवलं कानिचन उदाहरणानि दीयन्ते यत्र सुबन्तपदस्य तिङन्तपदस्य च अन्ते नास्ति चेदपि पदसंज्ञा भवति इति कारणतः तत्रापि झलां जशोन्ते इत्यनेन एव जष्त्वं भवति. यथा अत्र शष् इत्यस्य पदसंज्ञा भवति. शष्योगः आननः षडाननः, शष्योगः भ्यां षड्भ्याम् इति खलु महोदय? हा अस्तु. अत्र अगच्छत् इति तिङन्तस्य उदाहरणं दत्वा पुनः प्रदर्शितम् अस्ति यत् तिङन्तम् इति कृत्वा पदसंज्ञा अस्ति. तदर्थं झलां जशोन्ते कार्यं कृत्वा अगच्छद् इति इति भवति. अपि च पुनः वावसाने इत्यस्य प्रसक्तिः अपि अस्ति इति कृत्वा विकल्पेन चर् आदेशः भवति, विद्युत् अगच्छत् इति रूपे भवतः इति. अपि च अत्र च अद्य एव वयं द्रक्ष्यामः चर्त्वसन्धिः. तत्र वावसाने इति अधोभागे लिखितमस्ति, सर्वे पश्यन्तु. अवसाने जलः विकल्पेन चर् आदेशो भवति इति अद्य परिशीलयिष्यामः. नाम पुनः चर् इत्युक्ते वर्गस्य प्रथमसदस्यः, द्वितीयसदस्यः च, क्षम्यतां, प्रथमसदस्यः, वर्गस्य प्रथमसदस्यः चर्. तर्हि पुनः तकारस्य विकल्पेन तकारः इति परिचितरूपं भवति विद्युत्. अस्तु अग्रे. अपि च अगच्छत् विद्युत्. हा अग्रे. एषा पदसंज्ञा केवलं सुबन्तानां वा तिङन्तानाम् इति नास्ति, अपि तु कुत्रचित् सुबन्तप्रक्रियायां सुबन्तस्य निर्माणावसरे तस्य निर्माणात् पूर्वमपि कुत्रचित् पदसंज्ञा भवति. तत्र विधायकं सूत्रम् अस्ति स्वादिशो असर्वनामस्थाने इति. तर्हि प्रायः असर्वनामस्थाने भवति चेत् प्रत्ययस्य योजनात् पूर्वमेव पदसंज्ञा भवति इति, किल महोदय? आदयः प्रत्ययाः सन्ति. सुवादयः प्रत्ययः केवलं सुप् पर्यन्तमिति न, बहवः प्रत्ययाः अन्तर्गताः सन्ति. तेषु प्रत्ययेषु नाम ते प्रत्ययाः सर्वनामस्थानसंज्ञकाः न सन्ति चेत् पूर्वभागस्य पदसंज्ञा भवति. अस्तु. तर्हि प्रातिपदिकात् यदा सुबन्तप्रक्रियायां प्रत्ययः विहितः भवति, अपि च सः प्रत्ययः सर्वनामसंज्ञकः नास्ति चेत् तदा तस्य सर्वनामस्थानसंज्ञकः नास्ति चेत् तदा तस्य प्रातिपदिकस्यापि पदसंज्ञा इति फलितार्थः इति चिन्तयामि. चेत् अव्ययः न, चेत् चेत् चेदपि चेत् अत्र अव्ययः न, चेत् हा अव्ययमस्ति. किन्तु सुबन्तमिति अव्ययमपि सुबन्तम्. अस्तु. तर्हि अतः पदसंज्ञा भवति प्रत्ययस्य योजनेन विनापि पदसंज्ञा भवति इति कृत्वा पदान्तकार्यं झलां जशोन्ते इत्यनेन जष्त्वं भवति इति उक्तम्. उदाहरणत्वेन अत्र शश् योगः आननः, अत्र शश् इत्यस्य प्रातिपदिकस्यापि पदसंज्ञा अस्ति, अतः षडाननः इति जलां जशोन्ते इत्यनेन सिध्यति. तद्वदेव शश् योगः भ्यां षड्भ्याम् अपि. अत्र सर्वे अवगच्छन्तु, अस्य अधिकं महत्त्वं नास्ति. केवलं केनचित् कारणेन संस्कृतभारत्याः पुस्तके एतत् सर्वं स्थापितमस्ति, तदर्थं तत्र न कोऽपि विकल्पः आसीत्, अहं प्रदर्शितवान्. एवं किमर्थं षष् योगः आनः षष् योगः भ्याम् इति अस्मिन् पुस्तके अस्ति, तस्य प्रदर्शनार्थम् अयं भागः अन्तर्भूतः जातः करपत्रे. एतत् सर्वम् अस्ति लोके, अस्माकं चिन्ता नास्ति. अत्र पदस्य निर्माणार्थम् इयं प्रक्रिया अस्ति. लोके अस्माकं यत्र वाक्यस्तरे चिन्तनं भवति तत्र एतादृशं न किमपि कुत्रापि भवति. अस्तु, इति जष्ट्वसन्धिः. इदानीम् अग्रेसरेम चत्वसन्धिः. जष्ट्वसन्धेः प्रसक्तौ कोऽपि प्रश्नः वा? महोदय, तत्र षष् योगः आननः इति यथा अस्ति, तत्र आननः इति अपि प्रत्ययः वा, इत्युक्ते आननः इति अपि पदमेव खलु? तत्र स्वादिश् सर्वनामस्थाने इति सूत्रेण कथं तत्र सम्यक्तया न अवगच्छामि तत्र. अग्रे इदानीं मास्तु, किन्तु अत्र केवलं सुप्रत्ययाः नान्तर्भूताः. तत्र इदानीं विषयान्तरमस्ति, किन्तु स्वादिष्वसर्वनामस्थाने इति सूत्रेण तत्र बहवः प्रत्ययाः अन्तर्भूताः सन्ति तत्र. अपि च अत्र समस्तपदमस्ति, तर्हि आननः इति कथं भवति इति अग्रे वक्ष्यामि. तत्र तेन एव सूत्रेण भवेत्, यतोहि अन्यत् किमपि सूत्रं नास्ति पदसंज्ञायाः साधनार्थं. किन्तु अग्रे ईमेल् माध्यमेन वदामि. अत्र अस्माकं विषयः नास्ति, किन्तु प्रश्नः समीचीनः. अग्रे गच्छेम. चत्वसन्धिः, चत्वसन्धिः इति विषयः अस्ति. एकम् उदाहरणं पश्येम. न अत्र तत्र अभ्यासः आसीत्, तत्र चतुस्त्रिंशत्तमे पुटे रिक्तस्थानानि पूरयत इति अस्ति. अत्र राजेन्द्रमहोदय तत्र पठतु कृपया. आं महोदय, अत्र चतुर्त्रिंशत् पुटे महोदय रिक्तस्थाने पूरयत. वाक् योगभूषणम् अत्र जशोन्त जलां जशोन्ते सूत्रेण ककारस्य स्थाने घकारः आगच्छति, तृतीय वर्णं वाग्भूषणं भवति. पृथक् योग अत्र भवति, अस्ति पृथक् भवति, अत्रापि पृथक् योग भवति, ककारस्य स्थाने ककारादेशः पृथक् भवति इति निष्पन्नं भवति. अत्र किमर्थं भवति, तत्र निमित्तं किं? बकारः ककारस्य अनन्तरं बकारः आगच्छति, तत्कारणात् तत्र जलां जशोन्ते सूत्रेण ककारस्य घकारः भवति. सूत्रे जलां जशोन्ते इति सूत्रे बकारः अग्रे भवति चेत् ककारस्य स्थाने ककारः भवति इति वा? सूत्रं किं वदति? सूत्रं वदति यथा जलः स्थाने जल पदान्ते जलः स्थाने जश् आदेशः भवति. अग्रे कः वर्णः भवेत् इति उक्तं वा? न न न, तत् न. अतः भकारः अस्ति इति कारणतः जष्ट्वसन्धिः इति नास्ति, पदान्ते झल् अस्ति इति कारणतः. पदान्ते झल् वर्णः अस्ति. इदानीं ककारः झलि अस्ति वा? आं महोदय, अस्ति. के वर्णाः अन्तर्भूताः? अनुस्वर वर्णा विहाय तत्र अनुस्वराः तत्र व्यञ्जनानि तत्र सन्ति. अनुस्वारण अननुनासिकवर्गीयव्यञ्जनानि. आं महोदय, अननुनासिकवर्णानां समूहः तत्र अस्ति. वर्गीयव्यञ्जनानि वर्णानां समूहः वर्गीयव्यञ्जनानि अननुनासिकवर्गीयव्यञ्जनानि वदतु. अननुनासिकवर्गीयव्यञ्जनानि अन्तर्भूताः सन्ति. नाम वर्गीयव्यञ्जनानां तत्र प्रथमसदस्यः, द्वितीयसदस्य, तृतीयसदस्य, चतुर्थसदस्य च. अन्यत् अपि तालव्यषकारः, मूर्धनिषकारः, दन्तीसकारः, हकारः अपि तत्र अन्तर्भूतः. तत्र ककारः ककारः अस्ति अन्यतमः इति कृत्वा. अपि च एकवारम् एकनिमिषं भगिनि, तत्र ककारः पदान्ते अस्ति. ककारः पदान्ते अस्ति इति कृत्वा जलां जशोन्ते इत्यनेन ककारस्य स्थाने गकारः भवति. अग्रे किं भवेत् किं न भवेत् इति न उक्तम्. अग्रे चर्त्वसन्धिः भविष्यति. तत् स च चर्त्वसन्धिः जष्ट्वसन्धेः बाधकसन्धिः, बाधकसूत्रमस्ति इति कृत्वा एव कः वर्णः अग्रे भवेत्, कः वर्गः, कः वर्णः अग्रे न भवेत् इति. अस्तु भगिनि, कः प्रश्नः? महोदय, कदा झलान् झषि तस्य सूत्रस्य प्रसक्ति भवति? तत्र शब्दस्य निर्माणसमये, शब्दस्य निर्माणसमये इदानीम् अस्माकं प्रसक्तिः नास्ति. अत्र पदस्य अन्ते एव, अत्र उदाहरणं प्रदर्शितमस्ति खलु, उष्योगः ढि. ये जनाः अस्माकं पाणिनीयशास्त्रीयवर्गे सन्ति तेषां कृते मूल्यमस्ति. नाम पदस्य निर्माणं कथं भवति इत्यस्मिन् प्रसङ्गे एव जलां जषि. यतोहि यत्र यत्र वर्णः पदान्ते अस्ति तत्र तत्र जलां जष्टषि इत्यस्य प्रवेशः नास्ति एव. जलां जषोन्ते इति एव कार्यं करोति. एवमेव मया प्रदर्शितमस्ति. किन्तु नाम लोके सामान्य नाम वाक्यस्तरे यत्र अस्माकं सन्धिकार्यं भवति, तत्र लेखनावसरे अथवा वदनावसरे, तत्र केवलं जलां जषोन्ते इति नेन जष्ट्वम्, न कदापि जलां जष्टसि इति. जलां जष्टसि इति तदानीं भवति यदा पदस्य निर्माणं कर्तुम् इच्छामः, अन्यथा न. जलां झषि जलां जषोन्ते तस्य अन्तर्भूतः अस्ति, अस्तु? न न अन्तर्भूतः नास्ति. न अन्तर्भूतः नास्ति. हा, अन्तर्भूतः नास्ति. प्रश्नः समीचीनः अस्ति. किन्तु अत्र न अन्तर्भूतः किं वक्तुमिच्छति भवती? अत्र जलां पश्यतु वदामि. अत्र जलां जष्टसि इति परिशीलयामः चेत् बहुत्र तस्य प्रसक्तिः भवितुम् अर्हति स्म इति तु सत्यम्. उदाहरणं स्वीकुर्मः. तत्र पृथक्योगः बालाः, अथवा इदमेव उदाहरणं पश्यामः. तत्र पृथक् योगः भवति, पृथक् भवति. अत्र भकारः जसि अस्ति खलु? हा, जसि अस्ति इति कृत्वा तस्य सूत्रस्य प्रसक्तिः अस्ति इति तु सत्यम्. किन्तु तस्य तादृशेषु स्थलेषु तस्य कार्यं न कदापि भविष्यति. यतोहि भवति चेत् जलां जषन्ते इति सूत्रं निरर्थकं भवति. अपि च विशिष्टत्वात् पदान्ते, यत्र कुत्रापि पदान्ते भवति, तत्र पदान्ते वस्तुतः तत्र निरर्थकं न भवति, अन्यत्र तत्र प्राप्तिः अस्ति. किन्तु पदान्ते उक्तमस्ति इति कृत्वा यत्र यत्र पदान्ते जलवर्णः अस्ति तत्र जलां जश् इति जलां जषोन्ति इति सूत्रेण एव भविष्यति. नो चेत् सूत्रस्य आवश्यकता का? सूत्रस्य आवश्यकता अस्ति. अपि च तस्य सूत्रसङ्ख्या भिन्ना अस्ति. अष्टाध्याय्याः द्वितीयपादे अस्ति, अत्र अष्टाध्याय्याः चतुर्थपादे अस्ति, तदर्थं प्रक्रियाभेदः अपि अस्ति. यथा यत्र श्रुत्वसन्धिः अस्ति, श्रुत्वसन्धिः जलां जषति इत्यस्मात् पूर्वमस्ति, किन्तु जलां जषन्ति इत्यस्य अनन्तरमस्ति इति कृत्वा, यथा अस्माभिः दृष्टुं गते सप्ताहे, तत्र प्रक्रियाभेदः भवति, किं पूर्वं किम् अनन्तरम् इत्यादिकं. तर्हि आहत्य पदान्ते जलां जषि इति न कदापि कार्यं करोति. स्पष्टमस्ति वा? अस्तु, अस्तु, अग्रे गच्छेम. तर्हि भवती एव अग्रे वदतु कृपया. मरुत् मरुत् योग वहति, मरुत् वहति भवति, तकार अस्ति, जलान्ते अस्ति, तस्य तृतीयवर्गीय भवति तकार, अतः मरुद् वहति भवति. हा, अस्तु, समीचीनमस्ति. अग्रिमं कुर्मः पुष्पा भगिनी. अस्तु महोदय. अपश्यत् योगः देवस्य, अपश्यत् अत्र मुद्रण दोषः अस्ति महोदय, देवदेवस्य न अस्ति. अस्तु, अपश्यत् योगः देवदेवस्य, अपश्यत् देवदेवस्य. किं जातम्? अपश्यत् देवदेवस्य किं जातमिति वदतु. तकारः दकारः आदेशः. यतोहि तकारः झलि अस्ति, स च तकारः पदान्ते. हा, अस्तु, समीचीनमस्ति. अखिल भगिनी अग्रे कृपया. दिक् योगः अम्बरः, दिगम्बरः इति रूपं भवति. तर्हि तत्र जलां जशोन्ते इति सूत्रेण ककारः पदान्ते अस्ति इति कृत्वा ककारस्य गकारादेशः भवति, तर्हि दिगम्बरः इति रूपं निष्पन्नम्. अस्तु, समीचीनम्. अग्रे भयात् योगः ऋणात् योगः उपरतं, तत्र भयात् इति तकारः, पुनः जलां जशोन्ते इति सूत्रेण तकारस्य दकारादेशः, ऋणात् इति अपि तत्र पुनः जलां जशोन्ते इति सूत्रेण तकारस्य दकारादेशः. तर्हि आहत्य भयात् ऋणात् उपरतम् इति रूपं निष्पन्नं भवति. अस्य उदाहरणं समीचीनमस्ति, यतोहि तत्र अग्रे कीदृशवर्णाः भवितुम् अर्हन्ति येन अस्य सन्धेः सम्भावना अपि स्यात्. अग्रे के वर्णाः सन्ति अस्मिन्? हा, तत्र प्रथमदकारस्य तकारस्य अनन्तरं रेपः अस्ति, यत् तत्र जषि नास्ति, जषि अस्ति. हा हा, पदान्ते अस्ति इति एव अस्ति. तर्हि तत्र रेपः तु तत्र व्यञ्जनम् अस्ति इति कृत्वा तत्र तकारस्य दकारः जातः. द्वितीयतकारस्य अत्र किञ्चित् इतोपि अग्रे वक्तुम् इच्छामि स्म, यत् जलां जषन्ति इति यद्यपि अग्रे कीदृशवर्णः न उक्तः, तथापि तस्य फलतार्थः कः नाम, अग्रे अस्माकं सूत्रमस्ति खरिचा इति बाधकसूत्रमस्ति. तर्हि आहत्य जलां जषन्ते इति तदा कदा कार्यं करोति? यदा अग्रे कीदृशवर्णः भवेत्? इत्युक्ते तत्र अग्रे करी अस्ति चेत् तस्य बाधकं भवति. अत्र अग्रे करी नास्ति इति कृत्वा, इत्युक्ते करी इत्युक्ते तत्र खर् इति न खर्, हा क्षम्यतां, खर् कर्मध्ये तु वर्गीयव्यञ्जनस्य प्रथमद्वितीयसदस्याः अन्तर्भूताः, अपि च ष इति अपि अस्ति. तर्हि अत्र रेपः करी नास्ति, अपि च तदनन्तरम् उपरतम् इति उकारः अस्ति, यत् स्वरः अस्ति तदपि करी नास्ति इति कृत्वा तत्र करी च इति सूत्रस्य प्रसक्तिः एव नास्ति. हा, नाम आहत्य फलतार्थः सूत्रस्य कः इति चेत् तत्र खर् नास्ति इत्यस्य स्थाने किं किम् अस्ति इति वदतु एकवारं. खर् नास्ति नाम खर् विहाय किम् अवशिष्ट के के वर्णाः अवशिष्टाः? हा, कर् विहाय तत्र अश् इति अवशिष्यते, इत्युक्ते तत्र सर्वे स्वराः, अपि च तत्र सर्वे मृदुव्यञ्जनानि अनुनासिकव्यञ्जनानि इति. तर्हि तत्र अच् इति प्रथमं सर्वे स्वराः अन्तर्भूताः, तदनन्तरं हय हयवर ल इति अपि, तदपि मृदुव्यञ्जनानि एव खलु महोदय? सत्यं, नाम आहत्य तत्र प्रत्याहारः कः? प्रथमम् अस्ति अच् इति सत्यम्, अनन्तरं तदनन्तरं हष्. आहत्य अच् अग्रे अच् अथवा हष्, हष् इति मृदुव्यञ्जनानि, बहु समीचीनमस्ति. किम् इति अस्ति, खर् इति नास्ति इत्युक्ते अच् अथवा हष् अस्ति इति अर्थः खलु? सत्यं. हा, अस्तु, बहु समीचीनमस्ति. तर्हि अपि च अस्माकं संस्कृतभारत्याः पुस्तके तादृशानि उदाहरणानि दत्तानि समूहद्वये. प्रथमसमूहे तत्र अच् वर्णाः जष्ट्व, तत्र द्वात्रिंशत्तमे पुटे तत्र अग्रे अच् वर्णाः प्रथमे समूहे उदाहरणस्य उदाहरणानां प्रथमे समूहे, अनन्तरं द्वितीयसमूहे समूहे अग्रे हष् हष्, बालाः व्यवस्थितः, तत्र बकारः वकारः गकारः दकारः धकारः बकारः बकारः तत्सर्वं तत्र हष् हसि अग्रे अपि तथा. अस्तु, बहु समीचीनमस्ति, अग्रे गच्छेम. तर्हि किन्तु हसि अनुनासिकव्यञ्जनानि अपि अन्तर्भूतानि, तत्र किञ्चित् कार्यं भिन्नम् अस्ति वा अनुनासिके परे? हा हा हा हा, तत् तदपि अस्ति, अग्रे अग्रे परिशीलयिष्यामः. सत्यं सत्यम्. हा, नाम तत्र अग्रे अद्य अद्यतनवर्गे अपि भविष्यति. हा, सत्यं सत्यं, हसि हसि तत्र तत्र हसि अग्रे अग्रे पञ्चमसदस्यः अस्ति चेत् भिन्नकार्यं भवति इति तु सत्यं भगिनि. अग्रे पश्येम. बालसुभवनी महोदय. जगद्गुरुः जगत् योगगुरुः, ग जसि अस्ति यद्यपि जगत् इति पदान्तः पदान्ते अस्ति, सुबन्धपदान्तः, तस्मात् जशोन्ते इति सूत्रस्य प्रसक्तिः जगत् गुरुः जगद् गुरुः इति. हा, समीचीनमस्ति, अग्रे. तस्माद्युध्यस्व तस्मात् युध्यस्व तस्मात् युध्यस्व या यकारः इति अत्र तस्मात् पुनः पदान्ते अस्ति, तस्मात् एतत् कारणात् तस्मात् युध्यस्व तस्माद्युध्यस्व इति रूपम्. हा, समीचीनमस्ति, यकारः हसि अस्ति. हा, समीचीनमस्ति, अग्रे अग्रे गच्छेम. अधुना नरेशमहोदय अग्रे वदति वा? नरेश महोदय अस्ति वा? लक्ष्मी भगिनी कृपया. मधुलित् योगः रिक्तस्थलं मधुलित् डयते. मधुलित् योगः डयते मधुलित् डयते भवति. अत्र टकारस्य स्थाने डकारादेशो भवति झलां जशोन्ते सूत्रेण. समीचीनमस्ति. टकारस्य डकारः अस्तु. अग्रे रिक्तस्थलमस्ति. अनन्तरं योगः वेदवित् योगः अनन्तरं रिक्तस्थलं वेदान्तकृत् वेदविदेव. प्रथमं पदमस्ति वेदान्तकृत् योगः वेदवित् योगः एव. वेदान्तकृत् वेदवित् वेदविदेव. अत्रापि तकारस्य स्थाने डकारादेशो भवति जलांशान्ते सूत्रेण. प्रथमम् अपि तत् तकारस्य स्थाने दकारादेशः. अनन्तरं द्वितीयमपि तत्रापि तथा एव भवति वेदान्तकृद्वेदविदेव भवति. वकारः हसि अस्ति अपि च एकारः अचि अस्ति इति कृत्वा जष्ट जलां जषन्ति इति सूत्रस्य कार्यं भवति. अस्तु, समीचीनमस्ति. इदानीम् अग्रे गच्छेम. रविप्रकाशमहोदय अग्रे चर्त्वसन्धिः अत्र किं किम् अस्ति इति पश्येम. प्रथमम् उदाहरणं. आं महोदय, पुस्तकेन न सत्यं चर्त्वसन्धिः. एतानि उदाहरणानि परिशीलयत. षट् योगः कोनः, ष योगः ड् योगः क् योगः ओनः, ष योगः द् योगः क् योगः ओनः, षट् कोनः. षड् योगः कोनः, षट् कोनः भवति. अत्र किम् अभवत्? अद्य जष्टसन्ध्यस्य विपरीतमस्ति. षट् डकारस्थाने टकारः आदेशः. नाम टकारः वर्गस्य कतमः सदस्यः? तृतीयव्यञ्जनस्य स्थाने प्रथम तत् वर्गस्य प्रथमव्यञ्जनस्य आदेशः. कतमः सदस्यः इति चेत् तत्र टकारः प्रथमसदस्यः अस्ति. अस्तु, समीचीनमस्ति. प्रथमसदस्य आदेशः जातः. इदानीं द्वितीयम् उदाहरणं पठतु महोदय कृपया. दिग् योगः पालः, दि योगः ग् योगः प् योगः आलः, दि योगः क् योगः प् योगः आलः, दिक् पालः. अत्रापि तृतीयव्यञ्जनस्य स्थाने प्रथमव्यञ्जनस्य आदेशः, गकारस्य स्थाने ककारादेशः. किन्तु सत्यम् अत्र महत्त्वं किम् इति चेत् तृतीयसदस्यस्थाने इति न, अत्र प्रथमसदस्यादेशः जातः इत्यस्मिन् एव अस्माकम् अवधानं स्यात्. विशेषतः तृतीयस्य स्थाने भवेत् इति नास्ति. एवमेव तादृशम् उदाहरणं प्रदर्शितमस्ति, किन्तु तथा नास्ति. इदानीं रामप्रिय भगिनी अग्रे तत्र करपत्रे सूत्रं पठतु कृपया. खरिच चत्वसन्धिः. खरीच जलः स्थाने चरादेशो भवति खरीपरे. करी सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. जलां जश् जशि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्चा इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः. तयोर्वा तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति जलां चर्खरी च संहितायाम् इति सूत्रस्य अर्थः अस्ति जलः स्थाने जलः इत्युक्ते अननुनासिक वर्गीयव्यञ्जनानां स्थाने चर् आदेशो भवति यथा खरी परे अस्ति कर् प्रत्याहारस्य वर्णः परे अस्ति चेत् चर् आदेशो भवति खरि के के वर्णः चरि के करि ख प चट त चटत ख प शशत इत्युक्ते प्रथम द्वितीयवर्णाः वर्गीय व्यञ्जनानि वर्गस्य प्रथमसदस्य द्वितीयसदस्य च शशस अपि शशस अपि अस्ति चर् चर् इत्युक्ते चट त ख प शशस इत्युक्ते प्रथम वर्गीयव्यञ्जनानि शशस अपि अत्र उभयत्र शशस अस्ति खलु उभयत्र शशस इति कृत्वा षकारः अस्ति चेत् षकारस्य स्थाने षकारः एव षकारः अस्ति चेत् षकारस्य स्थाने षकारः एव सकारः अस्ति चेत् सकारस्य स्थाने सकारः एव नाम परिवर्तनं न भवति तत्र केवलं केवलं झल् झल् इत्यस्य स्थाने न मया किम् उक्तमस्ति खरि परे चर् इत्यस्मिन् मया सत्यम् उक्तम् किन्तु भिन्नरीत्या वक्तव्यमस्ति खरि परे चर् इत्यस्मिन् षकारः अस्ति इति कृत्वा अपि च झलि अपि अस्ति इति कृत्वा एषां वर्णानां पुनः स एव वर्णः भवति झलि अस्ति चरि अपि अस्ति खरि अस्ति इति न वक्तव्यमासीत् झलि अस्ति चरि अस्ति उभयत्र शशस इति कृत्वा एषां वर्णानां स्थाने पुनः स एव वर्णः परिवर्तनं न भवति झलि अन्ये वर्णाः सन्ति चेत् चर् प्रथमसदस्य आदेशः तत्तद्वर्गस्य इति वार्ता अस्ति नाम प्रथमम् उदाहरणं पश्येम अत्र षड् योगः कोनः षड् इति तत्र डकारः झलि अस्ति वा अपि च ककारः खरि अस्ति वा अतः डकारः झलि अस्ति इति कृत्वा झलः स्थाने चर् नाम तत्तद्वर्गस्य प्रथमसदस्यः तत् डकारः कस्मिन् वर्गे अस्ति डकारः चर् टवर्गीय प्रथमव्यञ्जनानि नाम मूर्धन्यवर्गः टवर्गः इत्युक्ते मूर्धन्यवर्गः अस्ति तत्र तदर्थं डकारस्य स्थाने कः वर्णः जातः डकारस्य स्थाने टकारः आदेशः तस्य वर्गस्य प्रथमसदस्य आदेशः पुनः गकारः गकारस्य स्थाने ककारः तस्य वर्गस्य प्रथमवर्णः कवर्गस्य प्रथमवर्णः इति सूत्रं सूचयति स्पष्टं स्यात् झलः स्थाने चरादेशः भवति खरि परे खरि इति सर्वेषां मनसि भवेत् इति बहु महत्त्वपूर्णसिद्धान्तः अस्ति खर् इत्युक्ते वर्गीयव्यञ्जनेषु प्रथमसदस्यः द्वितीयसदस्यः च इति अनन्तरम् अस्ति चेत् झलः स्थाने चर् भवति न तु जश् न तु जश् इति बाधकसूत्रमस्ति खरि च इति बाधकसूत्रमस्ति यतोहि जलां जशौन्ते इत्यस्य खरि कार्यक्षेत्रं बृहत् अस्ति अत्र अत्र जलां जशन्ते इति भवति चेत् खरिचा इत्यस्य कार्यं कुत्र स्यात्? तत्र अपदान्ते अपि खरिचा इति कार्यं करोति, किन्तु विशिष्टत्वात् खरिचा इति अत्र बलं भवति खरिचा. अस्तु, समीचीनमस्ति. क्षम्यतां महोदय, प्रश्नः एकः. आं महोदय, खरिच इति करिपरे जल् स्थाने छर्त्वं जल् अपि अन्तर्भूतः किल, सः अस्ति चेत् कथं परिवर्तनं भवति? हकारः पदान्ते अस्ति चेत् होडः इति न ढकारः देशः. पदान्ते अस्ति चेत् पदान्ते झलि च न होडः इति न पदान्ते झलि. वस्तुतः यद्यपि हकारः अस्ति, अत्र होडः इति पदान्ते झलि भवति इति कृत्वा हकारस्य कार्यं किमपि नास्ति अत्र. होडः इति बालकसूत्रमस्ति. प्रश्नः समीचीनः अस्ति. अस्तु, अग्रे उदाहरणानि पश्येम. तर्हि इदानीं सहदेव महोदय अग्रे पठितुम् इच्छति वा? अस्मद्युगः पुत्रः उदाहरणम्. हा महोदय, अस्मद्योगः पुत्रः. अस्मा योगः त योगः प योगः उत्तरः इति अस्मा योगः त योगः प योगः उत्तरः इति अस्मत् पुत्रः. किमभवत्? किमभवत्? तकारः स्थाने तकारः आदेशः भवति. बहु समीचीनमस्ति. तत्र दकारः झलि अस्ति, अपि च तकारः चरि अस्ति खलु. नाम तस्य वर्गस्य प्रथमसदस्यः इति कृत्वा दकारस्य स्थाने तकारः. अग्रे च पकारः. पकारः खर् प्रत्याहारे अस्ति, नाम प्रथमसदस्यः द्वितीयसदस्यः च. पकारः वर्गस्य प्रथमसदस्यः अस्ति. अतः यद्यपि अस्मिन् प्रसङ्गे अपि जलां जशन्ते इति अस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति, यतो हि खरिचा कार्यं करोति. खरिचा. अस्तु, अग्रिमं पठतु महोदय. अनुष्टु योगः छन्दः. अनुष्टु योगः प योगः च योगः अन्तः. अनुष्टु योगः प योगः च योगः अन्तः इति अनुष्टु छन्दः. किमभवत् स्थाने पकारः आदेशः भवति. बकारः जल् अस्ति. प चर् चर् च करिपरे. बहु समीचीनमस्ति. वा, बहु सम्यक् अस्ति महोदय, प्रशंसनीय अस्ति, बहु समीचीनम् अस्ति. अस्तु, रविमहोदय अग्रे पठतु कृपया. ततः नियमान् विना वर्गीयव्यञ्जनस्य कर्कषव्यञ्जने खरि परे तद्वर्गीयप्रथमव्यञ्जनं चर् आदेशो भवति. अत्र यदा अननुमासिकव्यञ्जनं व्यञ्जनं अस्ति चेत् तस्य परे खर् प्रत्याहारस् खर् व्यञ्जनानि अस्ति तद् चरादेशः भवति. हा, अत्र यमगणनान् विना इति किमर्थं लिखितमस्ति? किमर्थं लिखितमस्ति अत्र व्याख्याने, तेषां व्याख्याने किमर्थम् अन्तर्भूत किमर्थं लिखितमस्ति? झल् प्रत्याहारे नास्ति. नास्ति, हा हा, झलः स्थाने. अत्र जातिलीमस्ति, मह्यं न रोचते, मह्यं न रोचते अति. हा, जातिलीमस्ति खलु, नाम सूत्रं मनसि सूत्रमस्ति चेत् सौकर्यमस्ति न वा? जलः स्थाने चर् भवति खरिपरे, तावदेव अस्ति. तावत् मनसि अस्ति चेत् एतत् सर्वं दीर्घव्याख्यानं नापेक्षितमस्ति, कः स्मर्तुं शक्नोति. अस्तु, अग्रे किं लिखितमस्ति? अस्मिन् सन्धौ चर् वर्णाः आदेशः भवन्ति, अतः चर्तुसन्धि इति नाम. इति नाम, अस्तु. प्रथमम् उदाहरणम् अस्तु, पश्येम. सम्पद् योगः पुत्रः, अत्र दकारस्य तकारः भवति, तकारः झल् प्रत्याहारे अस्ति च, पकारः खर् प्रत्याहारे अस्ति, अतः दकारस्य स्थाने तकारः आदेशे भवति, तकारः चर् प्रत्याहारे अस्ति. हा, बहु समीचीनमस्ति. हा, तथैव तथैव, बहु समीचीनमस्ति. अग्रे पद्मा भगिनी, अग्रे. पद्मा भगिनी अस्ति वा? आं महोदय. रिक्तस्थानं योग योगः खाद्यानि, षट् खाद्यानि, अत्र षड् योगः खाद्यानि, षट् खाद्यानि. अत्र प्रथमपदस्य अन्ते झलि अस्ति, डकार. परिवर्तनं भवति चर् चर् प्रत्याहार टकारः आदेशः भवति. हा, यतोहि अग्रे खकारः. हा, क्षम्यता महोदय, यतोहि अग्रे कीदृशवर्णः अस्ति खकारः? द अग्रे खाद्यानि, तत्र खकारः कस्मिन् प्रत्याहारे अस्ति? चर् चर् वर्गस्य कर्कशवर्ग अस्ति. कस्मिन् प्रत्याहारे? अनुनासिक अनुनासिक प्रत्याहारः, प्रत्याहारः वर्णसमूहः कस्मिन् वर्णसमूहे? सूत्रं पश्यतु, प्रत्याहारे अस्ति. न न, तत्र खकारः चर् चरि अस्ति वा? न, खकारः कस्मिन्? रक्षाभगिनी किञ्चित् सहायं करोतु कृपया. खकारः खरि अस्ति. हा, किञ्चित् इतोपि वदतु किमर्थं कथं चर् चर् इति न, चर् इति कुत्र कुत्र अस्माभिः अस्माकम् इष्टः अस्ति? चर् कुत्र? चर् तु पूर्वस्मिन् पदे इष्टः अस्ति. षड् योगः खाद्यानि इति भवति, तत्र परिवर्तनं षड् इत्यस्य डकारस्य स्थाने चरादेशः भूत्वा षट् योगः खाद्यानि इति अभवत्. तर्हि सन्धेहे पूर्वं तत्र षड् इति झल् प्रत्याहारे स्थितः कश्चन वर्णः अस्ति, तस्मात् परे खाद्यानि इत्यस्मिन् ख इति खरि अस्ति इति कृत्वा डकारस्य स्थाने चरादेशः भवति षट् इति स्थितिः. पद्मा भगिनी अग्रिमं वदतु कृपया. रिक्तस्थानं योगः खादति कामधु खादति, अत्र कामदुक् योगः खादति काम दुःख खादति, अत्र कामदुग् गकारः झलि अस्ति, द्वितीयपदस्य प्रथमवर्गं खरि अस्ति, अत्र प्रभावेन गकारः ककार आदेश भवति, गकारस्थाने ककार आदेश भवति, कामदुक् खादति. ककारः कस्मिन् प्रत्याहारे? ककारः खरि अस्ति. गकारस्य स्थाने यः ककारः किमिति चवर्गः अस्ति, छवर्गः इति न, गकारस्य स्थाने यः ककारादेशः भवति ककारः कस्मिन् प्रत्याहारे अस्ति? भवती जानाति एव, गकारः झलि, गकारः झलि अस्ति, अत्र स्थाने खरि आदेशः भवति. भगिनी चिन्तयतु, भवती तु जानाति एव गकारः झल् प्रत्याहारे अस्ति, खादति इत्यस्य खकारः खर् प्रत्याहारे अस्ति इति कारणतः गकारस्य स्थाने कीदृशः आदेशः भवति? खरि आदेशः भवति. रक्षा भगिनी किञ्चित्, चर् आदेशः, चर् आदेशः भवति खलु, सूत्रे लिखितमस्ति झले झलः स्थाने चर् आदेशः भवति खरि परे. त्रयवर्णसमूहाः सन्ति, झल् चर् खर्, झल् स्थाने चर् भवति खरि परे इति मनसि निधाय सौलभ्यम् अस्तु. अस्तु समीचीनमस्ति, अग्रे गच्छेम तर्हि. अन्य विलम्बेन अन्य कोऽपि आगतवान् वा, यस्य नाम मम पार्श्वे नास्ति? अन्य कोऽपि अस्ति इदानीम् उच्यतां नाम? अस्तु सुब्रह्मण्यमहोदय अग्रे गच्छेम तर्हि. आं महोदय, इदानीम् अत्र तादृग् योगः रिक्तस्थानं तादृक् कर्म, अत्र तादृग् योगः कर्म, अत्र तादृग् गकारः झलि अस्ति, अनन्तरं कर्म अस्ति, कर्म अत्र ककारः खरि अस्ति, अतः गकारस्य स्थाने ककारादेशः भवति, ककारः चरि अस्ति इदानीम्, अतः तादृग् योगः कर्म तादृक् कर्म इति निष्पन्नं भवति. अस्तु बहु समीचीनमस्ति. इतः अग्रे ये यानि उदाहरणानि सन्ति तानि स्वस्य गृहे परिशीलयन्तु कृपया अभ्यासरूपेण. इदानीं पञ्चदशनिमेषाः सन्ति, विंशतिनिमेषाः इति कृत्वा भविष्यति अनुनासिकसन्धिः इति अन्तिम नाम झल्. यदा प्रथमपदस्य अन्ते झल् प्रत्याहारे कश्चन वर्णः अस्ति, कुत्रचित् जष्ट्वसन्धिः भवति इति अस्माभिः दृष्टम्. नाम प्रथमं झल् इति चेत् जलां जशोन्ते इति सूत्रेण जष्ट्वसन्धिः कुत्रचित् भवति. अग्रे खर् प्रत्याहारे अस्ति चेत् जलां चर् भवति इति चर्त्वसन्धिः. तर्हि कुत्रचित् जलां स्थाने जष् भवति, कुत्रचित् जलां स्थाने चर् भवति. इदानीम् अग्रे कुत्रचित् जलां स्थाने अनुनासिक आदेशः भवति। तत् कुत्र भवति इति अग्रे पश्येम। इदानीम् अनुनासिकसन्धिः, सुब्रह्मण्यं महोदय तत्र प्रथमं परिशीलयति कृपया। उदाहरणं महोदय, अनुनासिकसन्धिः एतानि उदाहरणानि परिशीलयत। प्रथमम् अस्ति ईदृग् योगः मम, ईदृ योगः ग योगः म योगः अम। इदानीम् ईदृ योगः ग स्थाने ग अथवा ग, अनन्तरं योगः म योगः अम भूत्वा अत्र प्रथमम् ईदृग् मम ईदृग् मम ईदृग् मम, अत्र रूपद्वयम् अस्ति। ईदृग् योगः मम प्रथमम् अत्र गकारस्य स्थाने तद्वर्गीय अनुनासिकव्यञ्जनम् आगच्छति, अतः ई अत्र अनन्तरं मकारः अस्ति, तदपि अनुनासिकव्यञ्जनमस्ति, ईदृग् मम इति रूपं निष्पन्नं भवति। विकल्पेन ईदृग् मम अपि अस्ति इति विषयः अस्ति। इदानीम् एषु उदाहरणेषु पश्यन्तु, तत्र ईदृग् तत्र गकारः झलि अस्ति, तस्मात् इति दकारः झलि अस्ति, सुहृद् दकारः वाग् गकारः। अत्र झलि वस्तुतः यर् इति सूत्रं पश्येम, अत्र सूक्ष्मभेदः अस्ति, किन्तु अत्र जलि इति चिन्तयतु एकवारं, यतोहि जलः का गतिः, अत्र वस्तुतः यर् अस्ति किन्तु जलः का गतिः इति अस्माभिः चिन्तनीयमस्ति। तत्र जलः स्थाने कः वर्णः अस्ति, अग्रे हश् तत्र किमपि नास्ति अथवा हश् वर्णः अस्ति चेत् जष्ट्वसन्धिः भवति इति अस्माभिः उक्तं स्थूलरूपेण। चर्त्वसन्धिः तत्र खरिपरे चर् आदेशः, इदानीम् अग्रे तद् नाम वर्गीय वर्गस्य प्रथम पञ्चमसदस्यः अनुनासिकवर्णः नाम हश् इति वसुधः जश् इति चिन्तयतु, जष्टमिति जश् नाम तृतीयसदस्यः चतुर्थसदस्यः वा अग्रे अस्ति चेत् अथवा स्वरः अस्ति चेत् तत्र जष्वसन्धिः। अग्रिमपदस्य प्रथमवर्णः अस्ति खर् नाम प्रथमसदस्यः द्वितीयसदस्यः इति चेत् तत्र चर् आदेशः चत्वसन्धिः। अग्रे पञ्चमसदस्यः अस्ति चेत् अग्रिमपदस्य प्रथमवर्णः पञ्चमसदस्य अस्ति चेत् अनुनासिक आदेशः भवति, पञ्चमसदस्य आदेशः भवति इति। इदानीं नाम कश्चन चिन्तनसमूहः अस्ति, जष्ट्वसन्धिः चर्त्वसन्धिः अनुनासिकसन्धिः इति अस्ति। अत्र सूत्रं पश्येम तर्हि। अधुना रक्षाभगिनी कृपया पठतु। यरो अनुनासिके नासिको वा, अनुनासिके परे पदान्तस्य यरः अनुनासिको वा स्यात्, स्थानेन्तरतमः इत्यनेन निर्धारणं क्रियते, कार्यं वैकल्पिकं, प्रत्यये परे तु नित्यं। यर् प्रत्याहारे हकारं वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः, यरः षष्ट्यन्तम्, अनुनासिके सप्तम्यन्तम्, अनुनासिकः प्रथमान्तं वा अव्ययपदम्, अनेकपदमिदं सूत्रं, पदस्य इत्यस्य अधिकारः, तयोर्वा वचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, अनुनासिके पदान्तस्य यरः अनुनासिकः वा संहितायाम्। तर्हि अनुनासिकसन्धिविधायकसूत्रमस्ति। सूत्रं वदति यत् यरः अनुनासिके परे, नाम यर् प्रत्याहारे ये अन्तर्भूताः, यर् इत्युक्ते तत्र यवरल अनुनासिकवर्ण व्यञ्जनानि अपि च झर् इति खलु महोदय? यर् इत्युक्ते सर्वे हवर्णाः हकारं वर्जयित्वा सर्वे हवर्णाः हकारं वर्जयित्वा य इत्यस्मात् आरभ्य शशसर् इत्यस्य रेफ् पर्यन्तं नाम रेफ् इति तत्र इत्संज्ञकः सपर्यन्तं तत्र य इत्यस्मात् आरभ्य इति कृत्वा ह इति नान्तर्भूतः अपि च रे तत्र शशसर् इति पर्यन्तं पुनः हकारः नान्तर्भूतः अन्ये सर्वे हवर्णाः अस्तु तर्हि यरः परे अनुनासिक वर्णः अस्ति व्यञ्जनम् अस्ति चेत् तदा यरः स्थाने अनुनासिक भवति विकल्पेन इति अस्ति स्थानेन्तरतमः इत्यनेन निर्धारणम् इत्युक्ते तत्तत् वर्गीय अनुनासिकव्यञ्जनस्य आदेशः भवति इति अस्तु इति स्थितिः अस्ति अखिला भगिनी अनुवृत्तिसहितसूत्रम् अनुनासिके पदान्तस्य एरः अनुनासिकः वा संहितायाम् अत्र किमस्ति हा इत्युक्ते तत्र अनुनासिके इत्युक्ते अनुनासिकः परः अस्ति चेत् पदान्तस्य यः यरः अस्ति यरः अनुनासिक यरस्य स्थाने अत्र यरः स्थाने पदान्ते यः यर् अस्ति तस्य स्थाने इत्युक्ते यरः स्थाने अनुनासिकः आदेशः भवति वा इति अत्र अस्ति इत्युक्ते तत्र विकल्पेन भवति इति संहितायाम् इति तत्र अधिकारः अस्ति इत्युक्ते यदा तत्र सामीप्यं नैकत्यमस्ति तदा इति हा तर्हि तर्हि वयं किं वदामः स्म एतावता झल् इत्यस्य का गतिः झल् झल् इत्यस्य का गतिः यर् इति किञ्चित् इतोपि विस्तृतमस्ति जलः अपेक्षया किन्तु झल् इति अन्तर्भूतमस्ति केवलं हकारः झलि अस्ति हकारः यरि नास्ति यरि यवर ल यमगणन इति अस्ति झलि तथा नास्ति किन्तु साम्यं मोटामोटि नाम तत्र प्रायः साम्यमस्ति किञ्चित् साम्यमस्ति इति जलः का गतिः इति चिन्तयितुं शक्नुमः यर् अस्ति किन्तु मनसि भवेत् यर् अस्ति न तु झल् झल् हा किन्तु तत्र अग्रे नाम पूर्वं कः वर्णः आहत्य पूर्वं कः वर्णः अनन्तरं कः वर्णः इत्यस्य आधारीकृत्य तत्र जष्ट्वसन्धिः चट्वसन्धिः अनुनासिकसन्धिः इति सर्वेषां मनसि स्पष्टतया भवेत् यतोहि अत्र कार्यसमूहः अस्ति जष्ट्वसन्धिः चट्वसन्धिः अनुनासिकसन्धिः अस्तु द्वितीयम् उदाहरणं तत्र पुस्तके यद् पठितम् ईदृग् मम इति रूपं वैकल्पिककार्यम् इत्यतः सिद्ध्यति खलु ऋतं न अवगम्यते मया अत्र वा इति सूत्रं विकल्पेन भवति वा इति कृत्वा हा हा सत्यं सत्यं तर्हि महोदयेन यत् पठितं पुस्तके ईदृग्योगः मम इति तत्र रूपद्वयं दत्तम् ईदृग् मम अपि च ईदृङ् मम इति तदर्थं पृच्छामि तद् ईदृग् मम सन्धिः न अभवत् इति कृत्वा तादृशरूपम् अभवत् हा हा सत्यं सत्यं तत्र विकल्पेन परिवर्तनं न भवति वा इति कृत्वा अस्तु अखिल भगिनी द्वितीयं हा प्रत्यय अनुनासिके परे नित्यं भवति प्रत्यये भाषायां न न न कुत न न अत्र पुस्तके द्वितीयम् उदाहरणं तस्मात् हो हो क्षम्यतां महोदय तस्मात् योगः न तस्मा योगः दकारः योगः नकारः योगः अ तस्मा योगः नकारः अथवा दकारः योगः नकारः योगः तस्मान्न तस्माद्न अत्र दकारः इति यरि अस्ति तदनन्तरं नकारः इति अनुनासिकस्वरः क्षम्यताम् अनुनासिकः अनुनासिकवर्णः अस्ति तर्हि तस्य प्रभावेन दकारस्य विकल्पेन अनुनासिक आदेशः भवति तर्हि दकारः इति अपि तिष्ठति अथवा दकारस्य स्थाने नकारः आदेशः भवति. तर्हि रूपद्वयं भवति. तस्मान् इति रूपं यत्र अनुनासिक आदेशः भवति, तस्माद् न इति रूपं यत्र तादृश आदेशः न भवति. हा हा, बहु समीचीनमस्ति. तर्हि आहत्य पश्यन्तु सर्वे, अत्र तस्मात् इति शब्दः अस्ति, तस्माद् अथवा तस्मात् इति अपि चिन्तयितुं शक्नुमः. तस्मात् तस्मात् इत्यस्मात् अग्रे यदि दकारः अस्ति, दकारः अस्ति चेत् सुमित्रभगिनी कः सन्धिः भवति? तस्मात् योगः देवः. हा, बहु समीचीनमस्ति. इदानीं तस्मात् योगः चलति इति अस्ति चेत् तस्मात् योगः करोति इति अस्ति चेत् तस्मात् करोति इति अस्ति चेत् तत्र कः सन्धिः भवति? विद्याभगिनी वदतु. अत्र करी च इति कार्यं करोति, दकारस्य स्थाने तकारादेशः भवति. हा, अत्र तस्मात् अस्ति चेदपि, तस्मात् अस्ति चेदपि चत्वादेशः भवति तत्र करिपरे. हा, अस्तु, समीचीनमस्ति. तर्हि अग्रिमवर्णः कः इति दृष्ट्वा वयं निर्णेतुं शक्नुमः यत् दकारस्य का गतिः. अग्रे दकारः अस्ति, अग्रे दकारः अस्ति चेत् तत्र जष्ट्वसन्धिः, अग्रे ककारः अस्ति चेत् तत्र चट्वसन्धिः, अग्रे नकारः अस्ति चेत् तत्र अनुनासिकसन्धिः, पञ्चमसदस्य आदेशः. अस्तु, समीचीनमस्ति. अग्रे सरला भगिनी, तृतीयम् उदाहरणम्. अस्तु महोदय. सुहृद्मित्र, दकारस्य स्थाने नकार आगच्छति, सुहृन् मित्र भवति. सुहृद्रः अस्ति यर् प्रत्याहारे, तस्य स्थाने तस्य अनन्तरं मकारः अस्ति, मकार अनुनासिक अस्ति, तस्य कारणे दकारस्य अनुनासिक काल अन्तर्य अस्ति नकार. सुहृन् मित्र भवति. बहु समीचीनमस्ति. अग्रे नरेशमहोदय अस्ति वा? अस्तु, लक्ष्मी भगिनी अग्रे कृपया अग्रिम उदाहरणं. वाग् योगः मूलं, वाक् योगः गकारः. अत्र पूर्णतया पठनस्य आवश्यकता नास्ति, संक्षिप्तरूपेण परिशीलयतु कृपया किं किम् अस्ति. वाग् योगः मूलं, वाङ् मूलम् अथवा वाग् मूलं विकल्पेन भवति. अत्र वाग् इत्युक्ते अत्र गकारः यत् प्रत्याहारे अस्ति, द्वितीयपदस्य प्रथमवर्णः मकारः, तत्तु अनुनासिकवर्णः. यथा अनुनासिकसन्धि भूत्वा पदान्तस्य यरः अनुनासिके परे अनुनासिकः वा स्यात् इति सूत्रेण वाङ् मूलं तत्र दकारस्य स्थाने तद्वर्गस्य अन्तिमवर्णः नकारः आगच्छति. विकल्पेन तथा वाङ्मूलम् इति भवति, विकल्पेन वाग्मूलम् इति अपि सम्भवति. हा, बहु समीचीनमस्ति. अस्तु, इदानीं सूत्रस्य उच्चारणं किञ्चित् अभ्यासं कुर्मः शीघ्रमेव. रविप्रकाशमहोदय, तत् सूत्रं वदतु, उच्चारयतु. आम् महोदय. एकनिमिषं. करपत्रे. आम्. यदोनु नासिकेनु नासिको वा. त्रिवारं वदतु. यरोनु नासिकेनु नासिको वा, यरोनु नासिकेनु नासिको वा, यरोनु नासिकेनु नासिको वा। हा, बहु समीचीनमस्ति। रामप्रिय भगिनी एकवारं वदतु। यरोनु नासिके अनुनासिको वा। न, तथा नास्ति, तथा नास्ति भगिनी, पुनः वदतु। यरोनु नासिके अनुनासिको वा। हा, पुनः यरोनु नासिके अनुनासिको वा। पुनः यरोनु नासिके अनुनासिको वा इति सूत्रमस्ति। अग्रे सूत्रस्य अधोभागे किं लिखितमस्ति? एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः अनुनासिकव्यञ्जनम् अस्ति। तत् व्यञ्जनानां स्थाने तद्वर्गीयः पञ्चमः वर्णः अनुनासिकः विकल्पेन आदेशः सम्पन्नः। इदानीं करपत्रे किं लिखितमस्ति? करपत्रे प्रत्ययानुनासिके विषये वा? सूत्रस्य अनन्तरं प्रत्ययानुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम् इति वार्तिकेन। कश्चन प्रत्ययः परः अस्ति चेत् तस्य प्रत्ययस्य च प्रथमवर्णः अनुनासिकवर्णः अस्ति चेत् नित्यं न तु वैकल्पिकं। तत्र उदाहरणद्वयं तत्र सर्वेषु ग्रन्थेषु दत्तमस्ति। संस्कृतभारत्याः पुस्तकमपि तदेव उदाहरणद्वयम्। उदाहरणद्वयं किं? चिद्योगः मयं, चिन्मयं। मयम् इति प्रत्ययः, तस्य आदिमवर्णः अनुनासिकवर्णः अस्ति, अतः चिन्मयम् इति भवति। तद् मात्रं, मात्रम् इति प्रत्यय प्रथमवर्णः अनुनासिकवर्णः अस्ति, तन्मात्रम् इति भवति। अत्र विकल्पेन नास्ति, नित्यं नास्ति। तत्र केचन एव विशिष्टशब्दाः सन्ति यत्र तथा भवति, सामान्यतया विकल्पेन भवति इति वार्ता अस्ति। क्षम्यतां महोदय, उदाहरणे प्रथमभागः तकारान्त, द्वितीयभागः मकारादि चेत् म। कुत्र अस्ति भवता, भवान् कुत्र किं प्रश्न? उदाहरणरूपेण सप्त, सप्त योग मूलम् इति चेत् पकारस्थाने मकारः आय आदि वा? सप् मूलं, हा हा, पकार यर्, यर् वर्णः पकार। किन्तु सप् सपति, सपति शब्दः वा? सप्योगमूलम्, हा, सप् इति सप् इति पकारान्तशब्दः वा? तर्हि करोतु, सप् योगमूलं स्वपकारस्थाने अनुनासिकमकारं भवेत् किल, सम्मूलं वा? हा हा, इति भवेत्। हा, अपि च विकल्पेन इति अस्ति। अस्तु महोदय, अस्मिन् सन्धौ अपि पदान्तकार्यं खलु, पदस्य अनन्तरम् अनुनासिकः इति। खरीचावत् नास्ति, पदमेव भवतु इति वार्ता किल? प्रश्नः कः? पदान्ते अस्मिन् सन्दर्भे अपि पदम् एव स्यात्, तदनन्तरं पदान्तस्य यरः, पदान्तस्य पदान्ते एव भवति इति अस्ति, सत्यं। पदान्तस्य यरः अनुनासिको वा स्यात्, हा, नाम अपदान्ते अस्य सूत्रस्य प्रसक्तिरेव नास्ति इति वा? तदर्थं सप् मूलम् इति चेत् तदा पदं स्यात् इति चिन्तितवती। हा हा हा हा, सत्यम्। अस्तु, इदानीम् अन्तिमभागं पठेम। अत्र जाटिलिमस्ति, मह्यं न रोचते। अत्र सूत्रं सुलभमस्ति, किन्तु अत्र किं लिखितमस्ति एकवारं पठेम, अनन्तरं समापयामः। अत्र कः पठति? तत्र राधिका भगिनी पठितुम् इच्छति वा? भगिनी अस्ति? अस्तु तर्हि सुमित्रभगिनी पठतु कृपया एतयोः. पुस्तके वा महोदय? पुस्तके पुस्तके. एतयोः उदाहरणयोः वर्गीयव्यञ्जनात् परतः प्रत्ययस्य अनुनासिकव्यञ्जनम् अस्ति. तत्र वर्गीयव्यञ्जनस्य स्थाने तद्वर्गीयपञ्चमवर्णो अनुनासिकः नित्यम् आदेशः सम्पन्नः. अतः अनुनासिकव्यञ्जनेषु परेषु पदान्ते स्थितानां वर्गीयव्यञ्जनानां तद्वर्गीयः पञ्चमो वर्णो अनुनासिकः विकल्पेन आदेशो भवति. अनुनासिकादु प्रत्यये परे तु नित्यम् एव अनुनासिको भवति. अस्मिन् सन्धौ अनुनासिकः आदेशः भवति, अतः अनुनासिकसन्धिः इति नाम. अस्तु, बहु समीचीनमस्ति. इदानीं कार्यत्रयम् अस्माभिः अवलोकितमस्ति. कश्चन एकः समूहः अस्ति, नाम जलः का गतिः अन्तिमकार्यस्य तत्र इति तु यरः, किन्तु साम्यमस्ति. पञ्च तत्र अग्रे कः वर्णः अस्ति चेत् इत्यस्य आधारेण वयं निर्णेतुं शक्नुमः यत् कः सन्धिः भवेत्. इदानीं गृहपाठत्वेन तृतीयाध्यायस्य चतुर्थः अभ्यासः, तत्र अन्तिमभागः अस्ति खलु, अथवा षष्ठवाक्यम् इत्यस्मात् आरभ्य अन्तपर्यन्तं तादृशमस्ति. अनन्तरम् अग्रे तत्र अग्रिमपुटे पञ्चत्रिंशत्तमे पुटे सन्धिं कुरुत इति तत्र अनुनासिकसन्धेः अभ्यासः. अस्तु, समीचीनमस्ति. तर्हि विरमाम. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः महोदय.